ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् हरिः ओम् श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् अस्माकं विषयः अस्ति कृत्प्रत्ययाः अपि सार्वधातुकार्धधातुकाः इत्युक्ते कृत्प्रत्ययेषु अपि सार्वधातुकप्रक्रिया अर्धधातुकप्रक्रिया भवति यदि कृत्प्रत्ययः सार्वधातुकः अस्ति चेत् सार्वधातुकप्रक्रिया कृत्प्रत्ययः अर्धधातुकः अस्ति चेत् अर्धधातुकप्रक्रिया यथा लकारेषु भवति तथैव अत्रापि भवति ये सार्वधातुक कृत्प्रत्ययाः तत्र कर्तरिषु अपि तस्य प्रसक्तिः भूत्वा अन्येषां गणविकरणप्रत्ययानां प्रसक्तिः अतः तत्र गणचिन्तनम् अवश्यं करणीयम् यथा लकारेषु सार्वधातुकलकारेषु गणचिन्तनम् अवश्यं भवति तथैव अर्ध सार्वधातुकृत्प्रत्ययेषु अपि गणचिन्तनम् अवश्यं भवति अतः अन्ततो गत्वा तत्र रूपभेदः तत्र दृश्यते धातूनां तत्र रूपभेदः दृश्यते सो विकरणप्रत्ययः स्वयं प्रत्ययः अस्ति अतः अपि च तस्य स्वस्य आकृतिः अस्ति आकृतिकारणेन अपि अन्ततो गत्वा रूपभेदः अपि च विकरणप्रत्ययस्य कारणेन अपि धातौ किञ्चित् तत्र परिवर्तनं भूत्वा तत्र अन्ततो गत्वा रूपभेदः भवति एव पूर्वस्मिन् वर्गे अस्माभिः केचन नूतनसूत्राणाम् अध्ययनम् अपि कृतं यथा अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गौ अपि च तत्र उष्णुवोः सार्वधातुके एतत् सूत्रद्वयं सर्वदा अस्माभिः एक तत्र श्नु इति अङ्गस्य विषये अवश्य तत्र चिन्तनम् एतयोः करणीयम् अनन्तरं तत्र श्नाभ्यस्तो रातः अपि च श्नानलोपः सो यत्र श्नं प्रत्ययः अस्ति श्नं प्रत्ययस्य नकारस्य यदि धातौ मूले एव तत्र नकारः वर्तते औपदेशिक अवस्थायामेव नकारः वर्तते यदा तत्र रुदादिगणे श्नम् इति प्रत्ययस्य प्रसक्तिः भवति श्नं प्रत्ययः मित् कारणेन धातुतिबादयस्य मध्ये अथवा धातु कृत्प्रत्ययस्य सार्वधातुकृत्प्रत्ययस्य मध्ये न आयाति अपि तु धातौ यः अन्तिमस्वरः तस्मात् अनन्तरम् आयाति सो श्नं प्रत्ययस्य अनन्तरं यदि तत्र नकारः धातौ वर्तते चेत् तस्य नकारस्य लोपः भवति श्नान् नलोपः इति सूत्रेण अपि च एकम् अन्यत् सूत्रमस्ति रुदादिगणस्य श्नं प्रत्ययस्य विषये तदस्ति शंसोर्लोपः शंसोर् अल्लोपः इत्युक्ते तत्र अत् लोपः भवति सो तत्र न केवलं श्नं प्रत्ययस्य श्नं प्रत्यये न इति आकृतिः अस्ति नकारः अकारः इति आकृतिः अवशिष्टभागः सो तस्य नकार उत्तरवर्ती विकरणप्रत्ययस्य नकार उत्तरवर्ती अकारस्य अपि लोपः भवति शंसोर्लोपः इति सूत्रेण अपि च अस् धातोः अपि तत्र तस्य अस् धातोः अकारस्य अपि लोपः अनेन सूत्रेण एव भवति सार्वधातुक् णित् प्रत्यये परे अपि च तनादिगणे यः कृ धातुः अस्ति तत्र तनादिकृन्भ्यः उः इति सूत्रेण तनादि ये दशधातवः तनादिगणे सन्ति तेषां कृते उ इति विकरणप्रत्ययः अस्ति. उ विकरणप्रत्ययः गणविकरणप्रत्ययेषु एकमेव विकरणप्रत्ययः आर्धधातुक अस्ति, तदस्ति तनादिगणस्य उ इति प्रत्ययः. सो उ प्रत्ययनिमित्तीकृत्य अपि तत्र कितनिद् भिन्न अस्ति, अतः तत्र धातौ गुणप्रसङ्गः अस्ति चेत् गुणः भवति एव. सो तत्र क्रूधातुः उ प्रत्ययनिमित्तीकृत्य अपि गुणः भवति. अनन्तरं यदि सार्वधातुक नित् प्रत्ययः परे अस्ति चेत् अतुत् सार्वधातुके इत्यनेन ककार उत्तरवर्तीयः अकारः अस्ति, तस्य उतादेशः भवति, अकारस्य उतादेशः भवति. सो कुरु इति अङ्गं भवति. एतत् सर्वम् अस्माभिः पूर्वस्मिन् वर्गे पठितम्, अतः एतेषां सूत्राणां तत्र अस्माभिः तत्र चिन्तनम् अवश्यं करणीयम्. धातोः विषये किञ्चित् न अवगतम्. स्नानलोपः उन्योग उन्नद् योग हृदादिभ्यश्नम् अनन्तरम् उन्नद् भवति, तस्य अकारस्य लोपः भवति, अत्र अकारस्य लोपः नास्ति न भगिनि? प्रथमे तु अत्र नकारस्य लोपः भवति. प्रथमे अति श्नान् नलोपः इति सूत्रेण नलोपः अस्ति, सूत्रेण नलोपः, न इत्यस्य वर्णस्य लोपः. कस्य न इति वर्णस्य, यदि धातोः मूले एव नकारः अस्ति. केचन धातुविशिष्टसूत्रमस्ति एतत्. सो सर्वे धातु रुदादिगणे ये धातवः सन्ति तत्र सर्वत्र सर्वेषां कृते नकारः तु नास्ति, परन्तु यत्र अस्ति सो नकार यदा तत्र श्नं प्रत्ययस्य विधिः भवति, अत्र उन्द इति यः धातुः अस्ति तत्र एकमेव स्वरवर्णः, तत् अस्ति आदिम् उकारः. अतः श्नं प्रत्ययस्य यः न इति भागः सः उकार उत्तरवर्ती भवति. उकार अनन्तरं न इति भागः भूत्वा अनन्तरं श्नात् इति पञ्चमी अस्ति. श्नात् इत्युक्ते श्नं प्रत्ययस्य परे कोऽपि नकारः अस्ति चेत् तस्य लोपः न लोपः भवति. सो श्नात् इति पञ्चमी अस्ति, नलोपः नः इति इत्युक्ते प्रथमान्तम् अस्ति, नलोपः इत्यनेन नकारस्य लोपः. सो श्नात् परे यः नकारः तस्य लोपः. सो अत्र श्नात् इत्यनेन सूत्रेण केवलं नलोपः अस्ति, किमपि अन्यत् कार्यं नास्ति अत्र 6423 सूत्रेण. अनन्तरं भिन्नसूत्रम् अस्ति शंसोर्लोपः. यत्र न लोपः अस्ति तत्र न योग अ नास्ति खलु, केवलं न न अत्र अत्र पश्यतु भगिनि, उकारः नकारः अकारः पुनः नकारः अनन्तरं दकारः. सो सार्वधातुकप्रक्रिया अस्ति अत्र. शत्रुप्रत्ययः सार्वधातुकापित् प्रत्ययः, सो सार्वधातुक निदिव अस्ति. निदिव अस्ति चेत् अन्ततो गत्वा अकार लोपः अपि भवति. चंसोर्लोपः इति सूत्रस्य प्रसक्तिः पुनः आयाति अत्र. सो प्रथमे श्नान्नलोपः इत्यनेन कार्यम्, अनन्तरं शंसोर्लोपः, बिकास् निमित्तं पूरितं न. सो अत्र शंसोर्लोपः इत्यनेन श्नं प्रत्ययस्य अकारस्य. सो इदानीम् अत्र यः नकार उत्तरवर्ती अकारः सः श्नं प्रत्ययस्य अकारः. तादृश अकारस्य अपि अत् लोपः भवति कदा? यदा निमित्तं पूरितं. सार्वधातुक् पित् अपित् प्रत्ययः. सार्वधातुक् पित् अस्ति चेत् न भवति, सार्वधातुक् अपित् अस्ति चेत् अत् लोपः तु भवति एव. अतः अत्र पश्यतु भगिनि, उन्देव उन्देव श्रूयते. सो प्रथमे धातो यः मूलनकारः तस्य श्नं प्रत्ययस्य अनन्तरं लोपः, अनन्तरं सार्वधातुक् णित् प्रत्ययः अस्ति चेत् नकाशनं प्रत्ययस्य अकारस्य लोपः अपि भवति. सो उन् दत् इति प्रातिप कृदन्तम् अस्ति. उन्दत् अष्टाध्याय डाट् काम् मध्ये अन्यत् एकसूत्रमस्ति मध्ये अनिदितां हल उपदायाः किमिति इति. तस्य अस्मिन् विषये तत्रैव अकारस्य लोपः कृतमस्ति. तदनन्तरं पुनः स्नसोरल् लोपः इति अस्ति. तत्तु तत्र श्नं प्रत्ययस्य कार्यं नास्ति न. आनिदितानाम् आनिदितानाम् इत्युक्ते यः धातुः इदित् नास्ति. इदित् धातुषु किं भवति? नमागमः भवति इदितोनुम्. सो तस्य यः इदित् धातु अस्ति इदितोनुम् इति सूत्रेण यः नकारस्य तत्र आगमः भवति तस्य नकारस्य कदापि अपि लोपः न भवति. परन्तु अन् इदित् धातवः ये सन्ति इत्युक्ते तादृशधातवः यत्र अपि च तत्र अनिदितानां हल् उपदायः किमिति इति सूत्रेण तत्रापि न लोपः अस्ति. इत्युक्ते पश्यतु अत्रापि नलोपः एव अस्ति. नकारलोपः भवति. अपि च अत्र हलादि कित्नित् प्रत्ययपरे अन् इदित् हलन्तस्य अङ्गस्य हलन्तस्य अङ्गस्य उपधनकारस्य कित् प्रत्ययपरे नित् प्रत्ययपरे च लोपः भवति. यः श्नान् लोपः इति यः सः विशिष्टसूत्रम् अस्ति. तस्य सङ्ख्या किम्? वन् सेकेण्ड्. 6423 पूर्वसूत्रम् अस्ति. सो तत्र श्नम् अङ्गस्य विषये अस्ति. सो श्नम् अङ्गस्य विषये श्नान्नलोपः इति नलोपः इति यः अस्ति अत्र अनुवर्तते. सो श्नात् नलोपः इति सूत्रेण केवलं श्नं प्रत्ययविषये एव अस्ति. सो यत्र श्नं प्रत्ययः श्नं विकरणप्रत्ययस्य प्रसक्तिः भवति इत्युक्ते स्वादिगणे एव भवति. तस्मात् अनन्तरं यः नकारः तस्यापि लोपः. अनन्तरम् अस्ति एकमन्यत् सूत्रम् अनिदितानाम्. अनिदितानाम् इत्युक्ते ये न इदितानाम्. अनिदितानाम् इत्युक्ते न इदितानाम्. इदितानां विषये अपि वयं तत्र नुमागमः तु भवति एव इदितो नुम् इति सूत्रेण. तस्य नकारस्य कदापि अपि लोपः न भवति. यथा वन्दधातुः अस्ति वधि इति धातुः अस्ति तत्र सः इदित् धातुः तत्र वन्द एव रूपं भवति. इदितो नुम् इति सूत्रेण नुमागमः तत्र भवति. सो वन्द धातौ नकारस्य कदापि अपि लोपः न भवति इत्युक्ते हल् सार्व कितिनिति प्रत्ययपरे तत्र लोपः कदापि न भवति. सो एतत् सूत्रम् अनिदितानां धातूनां कृते. सो ये अनिदितधातवः सन्ति यदि तादृशधातोः मध्ये कोऽपि नकारः अस्ति अपि च अत्र अन्यत् कण्डिशन् अस्ति अन् इदित् धातुः हलन्तस्य अन्तिमवर्णः हलन्त भवेत्. सः धातुः अनिदित् धातुः हलन्त भवेत्. वदपि तथैव अस्ति. वन्द् धातुः अन्ते हल् अस्ति परन्तु वन्द् धातुः अनिदित् नास्ति सः तु इदित् अस्ति. सो अनिदितानां हलन्तस्य अङ्गस्य उपधानकारस्य कित् प्रत्ययपरे नित् प्रत्ययपरे च लोपः भवति इति भिन्नसूत्रम् अस्ति. सो एतत्तु अन्येषां ये श्नं प्रत्ययविहाय ये अन्यधातवः सन्ति यत्र मूले नकारः अस्ति तादृशनकारस्य अपि कित्नित् प्रत्यपरे कदाचित् लोपः भवति, यथा मन्थ् इति अस्ति, मन्थ् इति धातोः, मन्थ् इति धातोः मूले नकारः अस्ति, मन्थ अत्र अकारस्य इति संज्ञा अस्ति, इदित् नास्ति, मन्थ धातुः स्वादिगणस्य नास्ति, मन्थ धातुः इदित् नास्ति, अत्र मूले एव नकारः अस्ति. सो तादृशनकारस्य अपि च हलन्ताङ्गम् अस्ति, अकारस्य यदा लोपः भवति मन्थ इति अवशिष्यते. सो एते तादृशधातोः अनन्तरं कित् नित् प्रत्यपरे अथवा नित् प्रत्यपरे अस्य उब्धाभूतनकारस्य लोपः भवति इति अनिदितः लुब्धायाः किनिति इति सूत्रम्. अत्र पश्यतु, त्वा प्रत्ययस्य योजनेन मन्थ धातु आसीत् परन्तु मथित्वा इति रूपम्, मथित्वा इति रूपं. सो नकारलोपः केन सूत्रेण भवति? इदित् इदित् धातु नास्ति, अत्र यः नकारः श्रूयते सः इदितो नुं सूत्रेण न आगतं, सः तु मूले एव महर्षिणा तत्र धातौ स्थापितं. सो तादृश अन् इदित् अपि च हलन्ताङ्गम् अस्ति, अन्ते थकारः अस्ति, परे कित् प्रत्ययः अस्ति, अतः उपधाभूतनकारस्य अनेन सूत्रेण उपधायाः. सो अन्यत्र कुत्र अस्ति चेत् तदपि न भवति, अत्र हलः उपधायाः इति एतानि पदानि अत्र साक्षात् सूत्रे एव सन्ति. सो तत्रापि इत्युक्ते भावकर्मणोः यदा यक् प्रत्ययस्य विधिः अस्ति तत्रापि नकारस्य लोपः भवति, बिकास् कित् प्रत्ययः यक् प्रत्ययः कित् अस्ति, तस्यां प्रक्रियायामपि नकारलोपः भवति. सो एतत् प्रकरणम् अस्ति न लोपप्रकरणं, नकारधातोः नकारस्य कदा कदा लोपः भवति इत्युक्ते अत्र उन्धातोः स्नानलोपः एव कार्यं करोति, न तु अनिदितामल उपादायः. साक्षात् अन्यथा तु यदि वयम् एतदेव सूत्रं यूस् कुर्मः चेत् एतत् सूत्रस्य का तत्र आवश्यकता? आमाम् अस्तु. सुष्णं प्रत्ययस्य विषये विशेष अस्ति, तत्रापि न लोपः भवति. अत्र निमित्तं न दत्तं वा? अत्र पश्यतु भगिनि, मया तु अन्यथा उक्तम्, अत्र कोऽपि निमित्तमेव नास्ति. स्नाधिष्णं सृष्टिगृहते उत्तरस्य नकारश्लोप, अत्र तु भवति एव, अत्र कोऽपि निमित्तम् आवश्यकम् इत्युक्ते सर्वदा भवति, तदेव विशेषः. अत्र केवलं कितिनिधि परे कार्यमस्ति, परन्तु स्नान्नलोपः इत्युक्ते यदाश्नं प्रत्ययस्य न इति भागः आयाति तदा एव न लोपः भवति, इत्युक्ते सार्वधातुकप्रक्रियायां सर्वत्र न लोपः भवति, परे किमपि भवेत्. किमर्थं चेत् अत्र कोऽपि अत्र निमित्तमेव नास्ति. अत्र पश्यतु, द न विच् इस् एडेड् टु द रूट्स् आफ् द रुदादिगण, देर् इस् द इल्यूजन् आफ् द फालोयिङ्ग् नकार. द फालोयिङ्ग् नकारस्य तु सर्वदा लो, अत्र कोऽपि निमित्तं नास्ति. सो वेन् वि रीड् द बलाबल चिन्तनं, सो इट् विल् एक्ट् एस् एन् दिस् अन्तरङ्गसूत्रं, बिकास् अत्र कोऽपि निमित्तं नास्ति. सो अत्र यदाश्नं प्रत्ययस्य न इति भागः आयाति, सो कदा आयाति? धातोः अनन्तरं श्नं प्रत्ययः कदा आयाति? केवलं सार्वधातुकप्रक्रियायां, सः सार्वधातुक तिङ् प्रक्रिया अस्ति वा सार्वधातुकृत् प्रत्यय प्रक्रिया अस्ति, तत्र तु श्नं प्रत्ययः स्वादिगणस्य धातूनां कृते आयाति एव. सो सर्वत्र यदि तत्र तादृशस्वादिगणस्य धातूनां कृते यदि नकारः तत्र अस्ति, तस्य नकारस्य तु लोपः भवति, परे किमपि भवतु, सार्वधातुक् पित् भवतु वा अपित् भवतु वा किमपि भवतु, कृत् प्रत्ययः भवतु वा इति अत्र विशेषः, परन्तु अनन्तरं किनिति इति साक्षात् उक्तं, बिकास् पूर्वसूत्रात् किमपि किनिति नास्ति, अतः एतत् बृहत् सूत्रमस्ति. आनिदितानां हलः उब्धायाः किनिति, सो एतत् आरभ्य तत्र किनिति किनिति इत्यस्य अनुवृत्तिः, परन्तु पूर्वसूत्रे तु किनिति न उक्तम्, अतः तत्र कोऽपि निमित्तमेव नास्ति. यस्य सूत्रस्य कृते निमित्तं नास्ति देट् सूत्र विल् तस्य बलम् अधिकम् अस्ति. धन्यवादः. सर्वैः अवगतं वा? अन्येषां कृते कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु, नास्ति चेत् तन् बिबिन्दुतः इदानीं पठामः. चिन्तयामि एतत् सर्वम् अभवत्. सो इदानीं कृत्प्रत्ययान् सार्वधातुकृत्प्रत्ययानां चिन्तनम् अभवत्, इदानीम् आर्धधातुकृत्प्रत्ययानां. वयं जानीमः तत्र उपरि एव दत्तम् आवलिदत्तं, तत्र नव कृत्प्रत्ययाः एव सार्वधातुकाः. सो औट् आफ् 124 ओन्ली 9 प्रत्ययास् आर् सार्वधातुक्, रेस्ट् आफ् द आल् प्रत्ययास् कृत्प्रत्ययेषु, सर्वे अन्य सर्वे कृत्प्रत्ययाः आर्धधातुकप्रत्ययाः, इत्युक्ते अशत् प्रत्ययाः, अतः तेषां कृते आर्धधातुक् इति संज्ञा भवति. अस्तु, बिबिन्दुतः पठामः. मञ्जरी भगिनी आरम्भं करोति वा भगिनि? नमो नमः. नमस्ते. आर्धधातुकानां कृत् प्रत्ययानां रूपाणि उपयुक्तान् नवकृत् प्रत्ययान् विहाय अवशिष्टाः सर्वे कृत् प्रत्ययाः अशित्वात् आर्धधातुकाः. कृत् प्रत्ययः आर्धधातुकश्चेत् धातुगणम् अनुसृत्य कृदन्तपदानां कोऽपि रूपभेदः नास्ति. अतः अत्रापि आर्धधातुकलकाराः इव धातुगणानां न कापि भूमिका. प्रथमबिन्दुः अस्ति कर्त्रार्थे आर्धधातुकाः. अत्र उपरि युक्तानाम् इति अत्र पदद्वयं पद सन्धिविच्छेदः करोतु भगिनि. अत्र का सन्धि? प्रथमशब्दः वा? उपरि शब्दद्वयम् उपः न उपरि उपरि उपरि इत्युक्ते उपरि यदपि उपरि उपरि उक्तान् उपरि उक्तान् उपरि उक्तान् सो यन् सन्धि भूत्वा उपरि उक्तान् वदतु. कर्त्रथे अर्धधातुकानां कृत्प्रत्ययानां कृदन्तानां दशानां धातुगणानां रूपभेदः नास्ति. अर्धधातुककृत्प्रत्ययेषु परेषु धातुः यस्मिन् कस्मिन्नपि गणे भवतु नाम गणं निमित्तीकृत्य रूपभेदः न भवति. नवल् इति प्रत्ययं पश्येम. अयं प्रत्ययः धातुभ्यः विधीयते, किन्तु न तिङ् न वाशेत्, अतः अर्धधातुकः. चुटु इत्यतेन इत्यनेन नकारस्य इत्संज्ञा, हलन्त्यम् इत्यनेन लकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन तयोः लोपः, वु इति अवशिष्यते. युवोर्नाकौ 7.1.1 इति सूत्रेण अङ्गात् उत्तरस्य यु वु इत्यनयोः स्थाने क्रमशः अन अख च आदेशो भवतः. अतः यु स्थाने अक आदेश सर्वत्र, यथा वादौ पठ योग अक पाठक इति प्रातिपदिकं पुंसि पाठकः. अस्य मार्गस्य अवलोकनं तावत् वदतु भगिनि. अत्र अत्र पश्यतु, अत्र प्रथमवाक्ये एव लिखितं नवकृत् प्रत्ययान् विहाय अवशिष्टाः सर्वे कृत् प्रत्ययाः अशित्वात् आर्धधातुकाः. केवलं नवप्रत्ययाः कृत् प्रत्ययाः सार्वधातुकाः, अन्य सर्वे कृत् प्रत्ययाः आर्धधातुकाः. अपि च तत्र आर्धधातुक अस्ति चेत् कर्तरिषपि तस्य सूत्रस्य प्रसक्तिः तस्यां प्रक्रियायां न भवति. कर्तरिषपि तस्य प्रसक्तिः न भवति चेत् अन्येषां गणविकरं प्रत्ययानामपि तत्र विधिः नास्ति. सो अतः रूपभेदः नास्ति. अन्ततो गत्वा विकरणप्रत्ययस्य कारणेन यः सार्वधातुप्रक्रियायां रूपभेदः दृश्यते आर्धधातुप्रक्रियायां तादृशरूपभेदः नास्ति. किञ्चित् तत्र साम्यम् अस्ति, सर्वेषां धातूनां कृते किञ्चित् रूपं समानमेव दृश्यते. उदाहरणमस्ति नवुल् प्रत्ययस्य. वदतु नवुल् प्रत्ययविषये किं लिखितम्? णौल् प्रत्ययः अर्धधातुकप्रत्ययः. अत्र उदाहरणार्थं पठ इति धातु तत्र णौल् प्रत्ययविषये प्रथमे णौल् प्रत्ययविषये वदतु. कस्य के अनुबन्धाः अत्र सन्ति? तत्र णौल् प्रत्यये णकारः तथा अन्तिमलकारः अनुबन्धवर्णः भवन्ति. तत्र णकारस्य चुटु इति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः भवति. लकारस्य हलन्त्यमिति सूत्रेण इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति. वु एव अवशिष्यते. अनन्तरं युवोर्नाको इति सूत्रेण तत्र भूस्थाने अक इति आदेशः भवति. उदाहरणे पठ योग भू, तत्र अक युस्थाने अक आदेशः भवति. पाठक इति पाठक कथं भवति? पाठ अस्ति, पाठक इति कथं भवति? पठ योग अक. अनन्तरं नवुल् प्रत्ययः अन्यत् अस्ति. नवुल् प्रत्ययः विशिष्ट अर्धधातुप्रत्ययः, णित् अस्ति. मूर्धन्यनकारस्य इत् संज्ञा अस्मिन् प्रत्यये. णिति इति सूत्रेण किमस्ति सूत्रम्? पठधातुः उपधायाम् अकारः अस्ति, तस्य दीर्घ आदेशः श्रूयते पा इति. केन सूत्रेण अत्र कार्यम्? उपधायाः तत्र वृद्धिकार्यं भवति. वृद्धिकार्य वृद्धिविषये सूत्रद्वयं किं भगिनि? धातो विषये अचोणिनीति अपि च अत् उपधायाः. सो णितिनीति प्रत्ययपरे णित् मूर्धन्यनकारः यस्मिन् प्रत्ययित अस्ति तादृशप्रत्ययपरे अथवा तालु यकारस्य यत्र इत् अस्ति तादृशप्रत्ययपरे अपि अजन्तधातोः अच्वर्णस्य वृद्धिः अपि च अत् उपधायाः इति सूत्रेण उपधायां यः अत् अस्ति ह्रस्व अकारः अस्ति तस्यापि वृद्धिः भवति. अतः पठ् बिकम्स् पाठ् बिकास् अक यः प्रत्ययः सः तु नवुल् प्रत्ययस्य भागः. नवुल् प्रत्ययः णित् अस्ति अतः अत् उपधायाः इति सूत्रस्य प्रसक्तिः. सो विशेषार्थधातुप्रत्ययः परे अस्ति चेत् विशेषकार्यं करणीयम्, इत्युक्ते गुणं गुणकार्य बाधित्वा वृद्धिकार्यं भवति. अत्र तु गुणप्रसङ्गः नास्ति, परन्तु एकवर्णः नास्ति, परन्तु उपधायां ह्रस्वाकारः अस्ति अतः अत् उपधायाः इति सूत्रेण तस्य अत् वर्णस्य वृद्धिः भवति. सो ह्रस्व अकारस्य आ इति भवति. पाठक इति प्रातिपदिकम्, अकारान्त् प्रातिपदिकम् अस्ति, अन्त्यकारः अक इति आदेशः भवति. वू स्थाने अक इति अक् न भवति, अक इति आदेशः, अन्ते अपि अकारः. So this is a now easier pratipadikam because akarah asti punsito सुपर त्रिषु लिङ्गेषु तत्र रूपाणि भवन्ति, इका इति भवति, अहं चिन्तयामि पाठिका इति स्त्रीलिङ्गे भवति, पुंसि तु रामशब्दवतीव अस्ति, पाठकः इति कृत्प्रत्ययविषये, नवुल् कृत्प्रत्ययविषये. सो अग्रे अपि पठतु भगिनि, रूपसाम्यं कथं भिन्नभिन्न अस्य मार्गस्य. न एतत् एतदपि पठतु, अस्य मार्गस्य अवलोकनेन उपरि अस्य मार्गस्य अवलोकनेन तत्क्षणं सार्वधातुकप्रक्रियातः महान् भेदः लक्ष्यते. सः च भेदः कः? अत्र आर्धधातुकत्वात् कर्तरि शप् 3.1.68 इत्यनेन शप् न भवति. शपः अभावे न कस्यापि विकरणप्रत्ययस्य अवसरः, तस्मात् धातुगणीयभेदः नास्ति एव. सो सार्वधातुप्रक्रियातः महान् भेदः अत्र अस्ति. आर्ध सार्वधातुप्रक्रियायां कर्तरि शप् अपि च गणकचिन्तनम् अवश्यम् अस्माभिः करणीयम्, परन्तु आर्धधातुप्रक्रियायां तत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः एव नास्ति, बिकास् कर्तरि शप् सूत्रं कर्तर्थक् सार्वधातुप्रत्ययपरे एव धातुतः शप् विहितः भवति. अत्र तु आर्धधातुप्रक्रिया अस्ति, अतः एतत् सूत्रस्य प्रसङ्गः एव अत्र नास्ति, बिकास् कर्तरि शप् इति सूत्रे सार्वधातुके इति पदस्यापि अनुवृत्तिः अस्ति, अतः कर्तरि सार्वधातुके एव शप्. कर्तर्थक् भवेत् सार्वधातुक् भवेत् तदा एव धातोः अनन्तरं शवादयः शप् श्यांश एते विकरणाः आयान्, अतः रूपभेदः तत्र नास्ति. यथा अत्र पश्यतु साम्यं दृश्यते किञ्चित्, अत्र पश्यतु भवादौ भवादौ पठ पठ योग अक पाठक पाठकः, अदादौ वच योग अक वाचकः, जुहोत्यादौ दा योग अक दायकः, दिवादौ नश योग अक नाशकः, सुवादौ आप योग अक आपकः, सुदादौ लिख योग अक लेखकः, रुदादौ भिद् योग अक भेदकः, तनादौ क्रूयोग अक कारकः, त्रयादौ क्रीयोग अक प्रायकः, चुरादौ चुर चोरि इति धातुः, अनन्तरं योग अक चोरकः इत्यादि. इमानि रूपाणि दृष्ट्वा अवगम्यते यत् गणं निमित्तीकृत्य रूपभेदं न भवति. कारणं किम्? एकनिमिषः भगिनि, तावदेव चेतना भगिनि, अन्येषां धातूनां विषये वदतु, कथम् एतत् रूपाणि भवन्ति वाच्योग अकविषयोग अक अदातिगणः अदातिगणः अस्ति, अतः प्रक्रिया वदनीयं वा? वच्योग अदातिगणे कप् लुक् भवति, सम्पूर्णं अपगच्छति, अतः वच्योग अक एव अवशिष्यते. पुनः वदतु किम् अदादौ? वच् योग किमर्थं स्तुवति तत्र शप् इत्यस्य सम्पूर्णतया शप् आयाति वा मध्ये? ओ अत्र न आयाति, आर्धधातुकप्रक्रिया अस्ति. अतः वच् योग अक एव. तदनन्तरम् अत् उपदायाः इति सूत्रेण वाचकः वाचक प्रातिपदिकं भवति. आम्, सो अत्र शप् इति आयाति, अत्र तु गण विकारं प्रत्ययस्य कार्यमेव नास्ति. दा अपि तथैव, दायोग अकमस्ति भगिनि. अत्र यकारः कुतः आयाति? दा ज्योत्यादिगणः अस्ति. गणचिन्तनं न करणीयं. यकारः अत्र एकं विशेषसूत्रम् अस्ति, अहं चिन्तयामि अस्माभिः न पठितम्. आतो युक् चिन्कृतो इति सूत्रम् अस्ति. आतो युक् चिन्कृतो इत्युक्ते अत्र युकागमः भवति. आकारान्तधातूनाम् आकारान्ताङ्गस्य निति प्रत्ययपरे अत्र नवुल् प्रत्ययः अस्ति, न विशेषप्रत्ययः अस्ति. सो आकारान्ताङ्गस्य नितिनीति प्रत्ययपरे युकागमः भवति. एकवारं सूत्रं पश्यामः. सूत्रम् आतो युक्चिन् कृतो आतो युक्चिन् कृतो इति सूत्रम् अस्ति. नितिनीति प्रत्ययपरे कार्यमस्ति, सो कार्यमस्ति तत्र. अत्र वृद्धिः तु युक् इति आगमः भवति. सो अत्र लिखितं वा? आम्, आकारान्त अङ्गस्य चिनिकृति णितिनीति युकागमः भवति. सो चिन् इति कृत् प्रत्ययः अस्ति, चिन् प्रत्ययविषये विशेषोल्लेखः अस्ति, अपि च णितिनीति अपि भवति. युगागमः युक् आगमः भवति. सो आकारान्त अङ्गस्य युकागमः भवति इत्युक्ते यकारः कित् कारणेन अन्ते आयाति. सो इट् विल् बिकम् दाय. अपि च वृद्धिः अपि भवति न? अत्र तु आकारः एव अस्ति, वृद्धिवर्णः एव अस्ति, आकारान्तङ्गम् अस्ति. सो अवगतं वा भगिनि? एतत् अनेन सूत्रेण एव कार्यम् अस्ति अत्र. आतो युक्चिन् कृतौ इति सूत्रेण कृति प्रत्ययपरे यः कृत् प्रत्ययः णित् अथवा णित् अस्ति तादृशप्रत्ययपरे अस्ति चेत् अपि च आकारान्त अङ्गम् अस्ति, यथा दा धातुः आकारान्त अङ्गम् अस्ति, तत्र तस्य अङ्गस्य एव युकागमः. अङ्गस्य युकागमः भवति. चिन् प्रत्ययः तु विशेषरूपेण अस्ति, परन्तु नीतिनीति अपि भवति. पूर्वसूत्रात् नीतिनीति इत्यस्य अनुवृत्तिः भवति. अतः अत्र पश्यतु, दाय दायक. सो अत्र दायक इत्यनेन युकागम भूत्वा कार्यम् अस्ति. यकारः यः श्रूयते सः युकागमः, बिकास् नवुल् प्रत्ययः नित् अस्ति, दा इति आकारान्त अङ्गम् अस्ति, अतः युकागमः भवति. अनन्तरं किमपि कार्यं नास्ति, वर्णमेलनमेव दायक. अग्रे वदतु. नश्योग अक तदनन्तरम् अतुपदायाम् इति सूत्रेण नाश्योग अक नाशक. सत्यं. सो यत्र यत्र उपधायां ह्रस्व आकारः तत्र तु वृद्धिः भवति, बिकास् नवल् प्रत्यन्यत अस्ति. अग्रे आप्योग अक कोऽपि कार्यं नास्ति. आपक आपक. लिख्योग अक अक आर्तधातुकप्रत्ययः अस्ति, गुणकार एक परन्तु कितनित् भिन्न अस्ति न भगिनि, नवुल् प्रत्ययः गुण कितनित् भिन्न अस्ति, अत्र अजन्तधातु नास्ति, उपधायां रत्वाकारः अपि नास्ति, सो अत्र वृद्धि धातो वृद्धिप्रसङ्गः एव नास्ति, परन्तु एकवर्णः अस्ति, उपधायाम् एकवर्णः अस्ति, यदा धातो गुणप्रसङ्गः न वृद्धिप्रसङ्गः नास्ति, यदि गुणप्रसङ्गः अस्ति तत् अवश्यकारणीयं, बिकास् नवुल् प्रत्ययः कित् भिन्न अस्ति, तत्र गुणस्य कृते कोऽपि बाधा नास्ति, परन्तु आदौ वृद्धिविषये चिन्तनं करणीयं, यदि वृद्धिप्रसङ्गः नास्ति चेत् गुणः तु अवश्यं करणीयम्, अतः पुगन्तलघुपदस्य इति सूत्रेण लिक् लेक् भवति, तदनन्तरं लेखक लेखक इति प्रातिपदिकं, सो यद्यपि तिङन्तरूपम् अस्ति लिखति तत्र गुणः न भवति, लिखेव तिष्ठति, श प्रत्ययः अपि त अस्ति, परन्तु अत्र तु लेखक भवति, लेखनं लुट् प्रत्ययपरे अपि गुणः भवति, लेखनम् इति रूपम् अस्ति, सिमिलर्लि अत्र लेखक इति रूपं लिख् लेख् भवति पुगन्तलघुपदस्य च इति सूत्रेण, बिकास् कितनित् भिन्नप्रत्ययः अर्धधा यद्यपि अर्धधातु परन्तु गुणस्य कृते तु सार्वधातुक अर्धधातुकयोः इति निमित्तमस्ति, सार्वधातुकप्रत्ययपरे वा अर्धधातुकप्रत्यय, अग्रे वित्योग अक् अपि गुणप्रसङ्गः अस्ति, वृद्धिप्रसङ्गः नास्ति, गुणप्रसङ्गः अस्ति, अतः बित् भे भवति भेदकः, कृयोग अक् अत्र सार्वधातुकार्थधातुकयोः इति सूत्रेण कृ का न अत्र अपि वृद्धिः भवति वा का अजन्ताङ्गमस्ति परिणिप्रत्ययः अस्ति अजन्ताङ्गमस्ति अन्ते अच्वर्णः अस्ति अच्वर्णस्य वृद्धिः भवति अचोनिनिति इति सूत्रेण सो अत्र वृद्धिः एव भवति ऋकारस्य वृद्धिः किम् आर् आर् गुणः अस्ति अर् वृद्धिः अस्ति आर् अतः कार् कारक कार् इति अस्ति अङ्गं कारक इति भवति सो अजन्ताङ्गस्य नितिनिति प्रत्यपरे अचोनिनिति इत्यनेन वृद्धिः अधुपदाङ्गस्य नितिनिति परे तत्र अत् उपधायाः इति सूत्रेण अन्येषां कृते तु गुणः एव भवति सो नितिनिति प्रत्ययपरे यद् उपधायां ह्रस्व अकारं विहाय लघु इकवर्णः अस्ति चेत् गुणः तु अवश्य भवति अग्रे क्रियोग अक क्री अपि अजन्ताङ्गम् अस्ति अतः क्री क्रीयुक अक कथं क्री इति अजन्ताङ्गम् अस्ति न भगिनि आमां वृद्धि किं किम् एव न वृद्धि के वृद्धिवर्णाः ओ ऐ इ ऐ ऐ भवति न ऐ भवति आमां ऐ अपि च औ एते वृद्धिवर्णाः सो स्थाने अन्तरतमः इत्यनेन इकारस्य वृद्धिः अस्ति ऐ तालुवर्णः अतः कण्ठतालु एव आयाति सो क्री क्री बिकम्स् क्रै क्रै तदनन्तरं क्रै योग अक एचोयवायवः इति सूत्रेण आय् भवति ऐ स्थाने आय् आदेशः अनन्तरं वर्णमे क्रायकः क्रायक इति प्रातिपदिक अजन्ताङ्गम् अस्ति चेत् वृद्धि करणीयम् अधुपदङ्गम् अस्ति चेत् तत्रापि वृद्धि करणीयम् अकारस्य वृद्धि आकारः अन्येषां कृते तु स्थाने अन्तरतमः इत्यनेन एव तत्र द्रष्टव्यं कः वर्णः आयाति इदानीं चुर् विषये चुर् योग प्रथमे चुर्योग निच् भवति इकार अवशिष्यते चुरि भवति नैन चुरि इति तत्र लौकिकरूपमेव अस्ति चुरा इति अस्ति चुरा इति मूलधातुः अत्र अकारस्य संज्ञा अस्ति अत्र हलन्त्यम् अस्ति गणस्य धातुः अस्ति चुर् चुरादिगणस्य धातुः चुरादिगणस्य धातूनां कृते तु आदौ किं योजनीयं सर्वत्र योजनीयं निच् प्रत्ययः तत्र सूत्रमस्ति किं सूत्रं तत्र सत्यपाप् शूल् वीणा इति तत्र अस्ति न चुरादिभ्यः निच् स्वार्थे चुरादिगणे धातुभ्यः निच् भवति एव सर्वत्र भवति सार्वधातुप्रक्रिया भवतु वा अर्धधातुप्रक्रिया निच् तु आयाति एव अतः तेन सूत्रेण सत्यपाप् शूल् वीणा इति चुरादिभ्यः निच् इति सूत्रेण आदौ निच् धन्यवादतु हलन्त्यम् अपि च चुटु इति सूत्रेण चकारस्य अपि च णकारस्य इति भवति तस्य लोपः भवति इ अवशिष्यते इ कितिनिति नास्ति अतः गुणप्रसङ्गः अस्ति अतः चुर् चोर् भवति चोर्योग इ चोरि सनन्तः सनाद्यन्तः किम् अस्ति सन् आद्यन्तः दातवः धातु अस्ति इदानीं नूतन धातु अस्ति चोरि चोरि इदानीं धातु अस्ति अक योग अक अक अत्र एकम् अन्यत् सूत्रमस्ति ऐ डोण्ट् नो इफ् वी हेव् रेड् देट् सो अत्र नेर्निटि इति सूत्रम् अस्ति सो निच् प्रत्ययस्य इकारस्य लोपः भवति तत्र नेर्निटि इति सूत्रम् अस्ति सो अनिट् तत्र प्रायशः तत्र आर्धधातु णित् प्रत्ययपरे सो इकारस्य लोपः भवति यत्र नकारस्य अत्र नवुल् प्रत्ययः णित् अस्ति न भगिनि अपि च आर्धधातुक अस्ति सो एतत् नेर्निटि इति सूत्रम् आर्धधातुके इत्यस्य अधिकारे आयाति सो आर्धधातुके प्रत्ययपरे णिच् प्रत्ययस्य इकारस्य इकारू अङ्गस्य लोपः भवति नेर्निटि इति सूत्रम् अस्ति अतः अत्र एतत् इकारस्य लोपः भवति सो चोर् एव अङ्गं भवति चोर् प्लस् अक इदानीं किमपि अत्र उपधायाम् ओकारः ओकारः तु गुणवर्णः एव अस्ति इकवर्णः नास्ति अतः वर्णमेलनेन चोरक इति एव रूपम् चोर सुचोरक इति सो अत्र सो प्रायशः अस्माभिः स्मर्तव्यम् आर्धधातुके प्रत्यये परे णिच् प्रत्ययस्य इकार यत्र णिच् प्रत्ययः योजितमस्ति तस्य इकारस्य लोपः भवति. एकवारं पश्यामः नेर्णिटि इति सूत्रम्. अतः चोरक इति अङ्गं वन् सेकेण्ड् नेर्णिटि अत्र अस्ति. नेह अनिटि अत्र आर्धधातुके अनिट् आर्धधातुके सि अत्र अनिट् अस्तु ब्रह्म अनिट् आर्धधातुके वाट् इस् अनिट् आर्धधातुक भगिनि यस्य इकारः न भवति न आर्धधातुप्रत्ययानां विषये किं कः विशेषः आर्धधातुक सेड् वलादेः वेर् एवर् वी हियर् अनिट् सेट् अनिट् सो तादृश आर्धधातुः यः अनिट् अस्ति यस्य इडागमः दट् इस् अनिट् आर्धधातुक. सो विच् आर् द अनिट् आर्धधातुक प्रत्यय अक अपि अवलादि अस्ति अक तत्र अकारः आदौ अस्ति सो अनियर् अकारः आदौ अस्ति ल्युट् तत्र अन्न इति अस्ति तदपि अर्धधातुक अस्ति परन्तु अन्यट् अस्ति सो तादृश सो केवलम् अर्धधातुके इति एव नास्ति अन्यट् अर्धधातुके सो यस्य अर्धधातुप्रत्ययस्य इडागमः सो अत्र लिखितम् अनिड् अनिडात् इत्युक्ते पञ्चमी अस्ति आर्धधातुके नेहलोपः ने इत्यस्य इकारस्य लोपः अस्ति किमपि व्याख्या नास्ति. द ई आफ् द वर्बल् अङ्ग् फार्म्ड् विद् द एफेक्स् नी इस् लैडिड् बिफोर् एन् आर्धधातुक एफेक्स् विच् डस् नाट् टेक् द आर्ग्युमेण्ट् इट् दिस् इस् वाट् द सूत्र सेस्. सो नी इति प्रत्ययस्य एफेक्स् नी इति प्रत्ययस्य इकारस्य लोपः भवति कदा भवति अनिट् आर्धधातुक प्रत्यये परे. सो चोरी इति यः अस्ति तत्र ई यः अन्ते श्रूयते सः णिच् प्रत्ययस्य ई अस्ति इकारः अस्ति परे अनिट् आर्धधातुक प्रत्ययः अस्ति अक इति अवलादि अस्ति अतः इकारस्य नेरणिटि इति सूत्रेण इकारस्य लोपः भवति. सो अनन्तरं चोरक इति प्रातिपदिकं. सो नेर्निटि इस् अप्लैड् लाट् आफ् प्लेसेस् नेर्निटि इति सूत्रम्. सो अनिट् आर्धधातुक प्रत्यये परे णिच् प्रत्ययस्य इकारस्य लोपः भवति इति तत्र नेर्निटि इति सूत्रम्. अतः चोरक इति प्रातिपदिकम्. अत्र कोऽपि प्रश्नः अस्ति वा? सर्वैः अवगतम्? सो नेर्निटि सो वी हेव् विद् रेस्पेक्ट् टु नौल् प्रत्ययः टु सूत्रास् वी सा. वन् इस् नेर्निटि विच् इस् फार् द चुरादिगणधातु यत्र णिच् प्रत्ययः नित्येन आयाति स्वार्थे आयाति अपि च आकारान्त् अङ्गस्य नितिनिति प्रत्ययपरे तत्र किं युकागमः भवति. टु सूत्रास् वी सा. वाट् वास् द सूत्र? चिन्कृतौ. सो तत्र नीतिनीति अपि अस्ति केवलं चिनि इति नास्ति नीतिनीति अपि अस्ति. सो नीतिनीतिप्रत्यपरे अपि आकारान्त अङ्गस्य युक् आगमः भवति. तत्र आकारान् धातूनां पुकागमः अपि भवति. कुत्र अस्ति तत्? वाट् इस् डिफ्रेन्स् बिट्वीन् देट् सूत्र एण्ड् दिस् सूत्र? अस्माभिः पूर्वे पठितं न? वाट् वास् दट् सूत्र? अर्त्रि रि ह्रि व्लि रि कनुयि क्षमायि आताम्. सो आताम् तत्र पुग्नौ इति अस्ति. सो पुग्नौ इति सूत्रेण पुक् इति अस्ति, णौ इति तत्र अपि अस्ति. सो तत्र पुक् आगमः भवति आकारान्तङ्गस्य. परन्तु तत्र णौ इत्यनेन यस्मिन् णि इति यत्र यस्मिन् प्रत्यये णि इति भागः अस्ति, बिकास् इकारस्य एव सप्तमी विभक्ति णौ भवति. सो तत्र विशेषरूपेण तत् कार्यं केवलं निच् प्रत्ययपरे एव अस्ति. अत्र नवुल् तत्र नित् नास्ति, इत्युक्ते यस्मिन् कस्मिन्नपि प्रत्यये कण्ठ्यनकारस्य सोलि मूर्धन्यनकारस्य इत् अस्ति तादृशप्रत्यये न उक्तं. तत्र णौ उक्तं पुग्णौ इति अस्ति. सो णौ इत्यनेन नि इति यस्मिन् यस्मिन् प्रत्यये नि इति भागः, यथा निच् प्रत्ययः. सो आकारान्त् अङ्गस्य निच् प्रत्ययपरे पुकागमः भवति. परन्तु निच् विहाय नवुल् प्रत्ययः अथवा नित् प्रत्ययः अस्ति चेत् तत्र तु युकागमः भवति. सो आल्वेस् रिमेम्बर् द सूत्र. सो आकारान्त् अङ्गानां कृते कुत्रचित् पुकागमः भवति निच् प्रत्यये परे. तत्र साक्षात् अहं चिन्तयामि साक्षात् उक्तमस्ति एतत् सूत्रं निच् प्रत्यये परे एव भवति. अर्त्रि अर्ति रीलि णौ इत्यनेन अत्र लिखितं वा णौ इत्यनेन किम्? अत्र तु केवलं नि इति उक्तं. सो एतत् सूत्रं निच् प्रत्ययपरे एव कार्यं करोति. भवतः अपि पश्यतु अत्र नि विषये किमस्ति. अत्र पुग्नौ इति अनेन नौ इत्यनेन नी इति यत्र यस्मिन् प्रत्यये नी इति तादृश इति भागः अस्ति. सो निच् प्रत्यये एव नवुल् प्रत्यये नी इति अफिक्स् नास्ति, बिकास् अत्र नव् इति उक्तमस्ति, अतः तेन एव नी इति यत्र अस्ति. सो निच् प्रत्ययपरे अपि च एकम् अन्यत् प्रत्ययः अस्ति निङ् प्रत्ययपरे एव कार्यमस्ति एतत् पुकागमः एतेषां धातूनाम्, एते विशिष्टधातूनाम् अपि च आताम् इत्यनेन आकारान्त धातूनां. सो विशिष्टधातूनां पुकागमः निच् प्रत्ययपरे अपि च आताम् इत्यनेन आकारान्त धातूनाम् अपि पुकागमः भवति. धातुः आकारान्त अस्ति खलु, अतः पुकागमः भवति वा? युक् किमर्थम् आगच्छति? अत्र अपि तदेव उक्तमस्ति अस्मिन् भगिनि. अत्र नि इत्यनेन नौ इत्यनेन यः निमित्तम् अत्र उक्तमस्ति न भगिनि, नौ इत्यनेन यस्मिन् प्रत्यये नि इति भागः अस्ति. सो तत्र प्रत्ययद्वयमेव यत्र नि इति भागः. सो निच् प्रत्ययः अस्ति तादृश, अपि च निङ् प्रत्ययः अस्ति तादृश प्रत्ययः नि इति भागः. नवुल् प्रत्यये नि इति भागः नास्ति, केवलं न अत्र नित् न उक्तं न नौ उक्तं. सो किमर्थं नौ उक्तं? आताम् अस्ति खलु इति आताम् अस्ति परन्तु नौ इत्यनेन निमित्तं न पूरितं न सो दाधातु विषये निमित्तं न पूरितं तत्र तु नवुल् प्रत्ययः यथा नवुल् प्रत्ययः अस्ति तदा तु आतो युक्चुन् कृतो इत्यनेन युकागमः एव भवति सो बिकास् नौ इस् सेड् अत्र नीति न उक्तम् निति इति न उक्तं निति इत्युक्ते णकारः इति यस्मिन् सः णित् तत् न उक्तम् अत्र नौ उक्तम् सो नौ इति सप्तमी अस्ति सो इकारान् प्रातिपदिकं नि इति तत्र प्रत्ययद्वयम् एकमस्ति नीच् प्रत्ययः द्वितीयमस्ति निङ् प्रत्ययः अहं चिन्तयामि सो तादृशप्रत्ययपरे एव पुकागमः भवति आकारान्त अङ्गस्य हा वदतु भगिनि नौ इत्युक्ते किम् अस्ति नवुल् नित् अस्ति सामान्य नित् प्रत्ययः इत्युक्ते अत्र नौ अर्थीघ्रि अत्र नौ इत्युक्ते किम् अस्ति नि अत्र लिखितं न अत्र वृन्द एफेक्ट्स् नि सि इत्र प्रातिपदिकं किम् औ इति सप्तम्यां कुत्र आयाति यत्र इकारान् प्रातिपदिकम् अस्ति न भगिनि यथा दातौ हरौ हरौ इति अस्ति तथैव अत्र नि इति प्रातिपदिकस्य ग्रहणं तेन एव सप्तमी एकवचनं भवति नौ इकारान्त् प्रातिपदिकं भवेत् सो नि इति एव तत्र स्वीकृतमस्ति सो नि इत्यनेन किं कीदृशप्रत्ययः नि अस्ति निच् प्रत्ययः निच् अस्ति अपि च निङ् प्रत्ययः तादृशप्रत्ययः प्रत्ययद्वयस्य विषये एव एतत् सूत्रमस्ति पुकागमः तदा एव भवति निच् प्रत्ययस्य अस्ति चेत् अत्रापि निच् प्रत्ययः एव इदानीं वयं चुरिचोरकः अत्रापि निच् प्रत्ययः एव तत्र तु अस्ति परन्तु तत्र आकारान्त अङ्गं नास्ति न चुर् इति आकारान्त नास्ति न भगिनि ओ ओ अस्तु विशेषधातूनां आर्ति ह्रीव्लि अपि च आताम् अत्र तु आकारान् दातु नास्ति नीच् अस्ति परन्तु आकारान् नास्ति सो कार्यं न भवति आकारान्तानाम् एव आकारान् दातु दायकः आम् वदतु नौल् प्रत्ययः अत्रापि निच् अस्ति नित् अस्ति नित् अस्ति परन्तु णौ नास्ति भिन्नसूत्रम् अस्ति आतो युक् चुन् कृतौ तत्र णिति इति उक्तमस्ति नित् प्रत्ययपरे णित् प्रत्ययपरे आकारात् अङ्गस्य युक् आगमः भवति अतः युक् आगम भूत्वा तत्र दायक इति रूपं भवति अत्र इकारस्य इत् न भवति किन्तु नकारस्य इत् भवति नौल अत्रापि नकारस्य इत् भवति अस्मिन् सूत्रे नित् न उक्तमस्ति किमर्थं नौ उक्तमस्ति इति तत्र प्रश्नः न प्रत्येकस्य पदस्य तत्र किं प्रयोजनं किमर्थं महर्षिणा निति न उक्तं किमर्थं नौ उक्तम् So we have to see na why Maharishi has not said niti sarvatra to sah niti niti vadati niti niti tanena yasmin pratyaya nakar murdhan nakara sit asti tadrish pratyaya pare karyam but he is saying here now so kimapi vishesh karanam bhavet atra now iti kathanena so because he has taken the pratipadik here for saptami ekvachan as ni सो नी प्रत्यय तत्र प्रत्ययद्वयमेव एतत् सर्वे धातवः सो एतेषां धातूनां पुकागमः कदा भवति यदा तत्र णी अस्ति इत्युक्ते अङ्गस्य अधिकारः अपि अस्ति एतत् सूत्रम् अङ्गस्य अधिकारे अस्ति सो वेर् एवर् यु सी द अङ्गस्य अधिकारः whichever nimittam is uktam over there, that is the pratya pratyasya pratyakaranena eva ange karyam bhavati. So nitanena tadrishi ni pratyaha. So ni pratyaha avali pashamaha che tatra pratyadvayam eva yatra ni iti bhagaha asti. Ekam asti nich, dityam asti ning. Tatra kanthyanakarasi ita asti. तादृश प्रत्ययद्वयमेव यत्र नि इति श्रूयते, नि इति भागः श्रूयते. सो अतः यदा नवुल् प्रत्ययः अस्ति, यद्यपि सः ञित् अस्ति, तथापि सः तस्मिन् नि इति भागः नास्ति. नवुल् प्रत्यये तु भिन्नप्रत्ययः, तथैव अन्यप्रत्ययः. सो केवलं सो एतत् सूत्रं कुत्र प्रसक्तः भवति, कदा एतस्य कार्यं भवति? प्रायशः निच् प्रत्ययपरे अपि च निङ् प्रत्ययपरे. अत्र तु व्याख्यानं दत्तं, मे बि दे आर् एक्चुलि अप्डेटिङ्ग् दिस् वेब्सैट्. सो मे बि आफ्टर् 2-3 months यु केन् सी, आर् इफ् यु हेव् एनी अदर् पुस्तक् लैक् सिद्धान्तकौमुदी, मे बि हि हेस् गिवन् सम् व्याख्या ओवर् देयर्. आर् इफ् यु केन् गो थ्रू आल् दीस् थिङ्ग्स्, कुत्रचित् तु भवेत् एव. परन्तु इदानीं तु कुत्रचित् णौ विषये अपि तत्र भवेदेव कुत्रचित्. सो देर् आर् सो मेनि महाभाष्ये, मे बि महाभाष्ये काशिककारेण तु किमपि न उक्तं, महाभाष्यस्य अत्र व्याख्या नास्ति. न so they are updating. So if you have any other pustak, you can see that now itanene atra kevalam nich pratyasya grahanam api cha ning pratyasya grahanam. Astu astu agre sarema. So akarant anganam vishaye tatra vishesh sutrani pravartante, atah tesham vishaye tatra asmabhi manasi ते सूत्राणि भवेत् अग्रे. अग्रे पठतु चेतना भगिनी, एतत् परिच्छेदम् अस्ति. इमानि रूपाणि दृष्ट्वा अवगम्यते यत् गणं निमित्तीकृत्य रूपभेदः न भवति. कारणं किम्? नुल् प्रत्ययः सार्वधातुकः नास्ति, अतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. कर्तरि शप् न भवति चेत् अपरेषां गणानां विकरणप्रत्ययाः अपि न भवन्ति, यतोहि ते सर्वे शपं प्रवाद्य आयान्ति. शप् नास्ति चेत् इत्यादयः विकरणप्रत्ययाः अपि न भवन्ति. तेषाम् अभावे गणं निमित्तीकृत्य रूपभेदः न भवति. तथैव सार्वधातुकं नास्ति चेत् कर्तरि शप् सार्वधातुके इति सूत्रेण प्रसक्तिः नास्ति, अतः अत्र पश्यतु भगिनि, अत्र केवलं लिखितं नवुल् प्रत्ययः सार्वधातुक् नास्ति. इत्युक्ते कर्तरि प्रयोगे अस्ति, कर्तर्थक् प्रत्ययः अस्ति नवुल् प्रत्ययः, परन्तु सार्वधातुक् नास्ति. सो शप् इत्यस्य कृते केवलं सार्वधातुक् भवेत् इति नास्ति, कर्तरि अपि भवेत् सः. अनियर् प्रत्ययः, अनियर् प्रत्ययः न तु सार्वधातुक् न कर्तर्थक्, परन्तु नवुल् प्रत्ययः कर्तर्थक् अस्ति परन्तु सार्वधातुक् नास्ति. सो वन् कण्डिशन् इस् सेटिस्फैड् बट् अदर् कण्डिशन् इस् नाट् सेटिस्फैड्. आल्वेस् रिमेम्बर् दीस्. कर्तरि शपितस्य कृते सार्वधातुक् अपि च कर्तरि भवेत्. सो अन्येषां सूत्राणां कृते अपि तथैव अस्ति, इत्युक्ते दिवादिभ्यः शन् कर्तरि सार्वधातुके. सो पूर्वसूत्रात् पदद्वयस्य अनुवृत्तिः तत्र अस्ति, कर्तरि सार्वधातुके, कर्तरि सार्व तनादिकृन्भ्यः उहु कार्तेरि सार्वधातुके इति निमित्तमस्ति तत्र कर्तरि सार्वधातुके प्रत्यये परे एव दिवादिभ्यः शन् विधीयते अतः तत्र रूपभेदः अतः तत्र प्रत्ययः एव न आयाति असो कस्य गणस्य धातुः अस्ति इति चिन्तनमेव नास्ति आर्धधातुप्रक्रियया वि डोण्ट् हाव् टु रिमेम्बर् कस्य गणस्य धातु बट् सिन्स् वी हेव् अ सार्वधातु सो वी हेव् टु रिमेम्बर् धातु कस्य गणस्य अस्ति बिकास् इफ् नाट् हियर् बट् देयर् वी रिक्वैर् द गणचिन्तनम् अवगतं वा सर्वैः अवगतं वा अग्रे सुनीला भगिनी पठितुम् इच्छति वा भगिनी केवलं शृणोति अग्रे अनियर् अनियर् इति प्रत्ययं पश्येम अयं प्रत्ययः न तिङ् न वा षित् अतः आर्धधातुक अनियर् न केवलम् आर्धधातुक अपि तु कर्मणि अर्थे न तु कर्तरि अर्थे अस्ति अस्मात् कारणद्वयात् कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति अत्र हलन्त्यम् इत्यनेन रेफस्य इत्संज्ञा तस्य लोपः इत्यनेन लोपः तथा अनीय एव अवशिष्यते अत्र अग्रे गच्छामि वा एतस्य एतत्तु सरलमेव सर्वैः अहं चिन्तयामि अवगतमेव अग्रे प्रक्रियाविषये वदतु तत्र उदाहरणानि दत्तानि सन्ति भवादौ पट् इति धातो तथा अनीय अत्र तु गुण कस्य प्रसक्ति नास्ति केवल वर्ण वर्णानां योग पठनीय भवति वच् तथा अनीय वचनीय दा तथा अनीय दानीय नश् तथा अनीय नशनीय आप् अनीय आपनीय लिख् अनीय लेखनीय वि अत्र अत्र गुणकार्यम् अनीय प्रत्ययः अत्र अनीय इति पुनः अर्धधातु प्रत्ययः अस्ति अतः लिख् लि इति उपधायाम् अस्ति अत्र एतस्य गुण भूत्वा ए लेखनीय भवति लेख लिख् एतस्य लेख लेख योगे अनीय लेखनीय तथैव भिद अत्रापि उपधायाम् इ वर्णः अस्ति अतः अनीय इति अर्धधातुक प्रत्ययस्य निमित्तेन द्वे भवति भेद तथा अनीय भेदनीय क्रु अत्रापि रु एतत्तु अजन्त एकस्य रुकारान्त इगन्त अत्र अजन्तविषयः नास्ति अत्र इगन्तविषयः अतः रु र एतस्य अर् इति गुणकार्येण भवति अतः कर करणीय भवति क्रि मूर्धन्यादेशः केन सूत्रेण मूर्धन्य करणीय इति अस्ति न भगिनी अत्र मूर्धन्यनकारः अस्ति केन सूत्रेण केन सूत्रेण? एकमस्ति रसाभ्यां नूनः, द्वितीयमस्ति अट् कुप्वाङ्ग्। सो अत्र अट् कुप्वाङ्ग् बिकास् अत्र अट् वर्णः रेफनकार मध्ये अट् वर्णः अस्ति, अतः अट् कुप्वाङ्ग् इति सूत्रेण अत्र कार्यम्। अट् कुप्वाङ्ग् इति सूत्रेण व्यये अपि रसाभ्यां नूनः समानपदे। अग्रे अग्रे क्रि नीय अत्रापि इगन्त धातु एतस्य गुणं भूत्वा क्रे, अनन्तरं अयादि सन्धि क्रयणीय इति भवति अयादेश। सो एकारस्य अयादेशः क्रय अत्रापि अट् कुप्वाङ्ग्, अत्रापि मूर्धन्य आदेशः भवति बिकास् रेफः पूर्वे। चुरादौ चुर् इति दशमगणस्य धातु, अत्र अत्र निच् भूत्वा इति चोरि इति भवति, चोरि योगे अनीय अत्रापि एतस्य चोरे ए पुनः अयादि सन्ति भूत्वा चोरणीय चोरे अधि ए अधिक अरे चोर चोरयनीय अत्र चोरणीय इति अस्ति, अत्र अत्र पश्यतु भगिनी किमपि भ्रमः दृश्यते एकवारं। चुरधातुः चोरे प्लस् अनीय ए अधिक ओ अत्र अय अत्र अय भवति चोरणीय अत्र ब्रह्मः अस्ति वा किमपि अन्यत् कार्यमस्ति? चुर्धातुतः अनियर् प्रत्ययः अस्तु, अत्र अत्रापि भगिनि सेम् कार्यमस्ति, एकवारं पुनः पश्यामः। अत्र पश्यतु अत्रापि नेर्निटि इत्यस्य कार्यमस्ति, दट् सूत्र ऐ टोल्ड् यु न दट् इस् वेरि वर्स्टैल् सूत्र। अत्र पश्यतु भगिनि चोरि चोरि चोरि प्लस् अनीय चोरि प्लस् अनीय अनीय अर्धधातुप्रत्ययः अपि च अनिट् अर्धधातुप्रत्ययः बिकास् अकारः आदौ अस्ति न भगिनि, अनिट् अर्धधातुप्रत्यये परे नेर्निटि इति सूत्रेण इकारस्य लोपः भवति, नि इति इकारस्य लोपः भवति अनिट् अर्धधातुप्रत्यये परे। अतः गुणः नास्ति अत्र, नेर्निटि इति सूत्रं विशेषसूत्रम्, इकारलोपः भवति अनिट् अर्धधातुप्रत्ययपरे। तदेव अतः चोरणीय, अन्यथा तु चोरणीय इति भवति। सो इदानीं किमपि नास्ति, चोरणीय अनन्तरं नत्वमपि अस्ति। सर्वैः अवगतं वा एतत् सूत्रं? नेर्निटि इत्यनेन एव कार्यम्, इकारलोपः निच् प्रत्ययस्य इकारस्य लोपः भवति। कदा भवति लोपः? आर्धधातुक अनिट् अर्धधातुप्रत्यय परे सो अनियर् अपि अकारः आदौ अस्ति अवलादि अस्ति अतः अस्य प्रत्ययस्य इडागमः न भवति इडानुकूलप्रत्ययः नास्ति अनिट् अर्धधातुप्रत्यय परे निच् प्रत्ययस्य इकारस्य इकारान्त अङ्गस्य तत्र इकारस्य लोपः भवति अतः चोरणीय एव अस्ति तर्हि अत्र चोरी न भवति अत्र चोरी भवति अनन्तरं यदा अनिट् अनिट् प्रत्ययः प्रथमे गुणः भवति चुर् चोर् भवति अनन्तरं वर्णमेलनेन चोरी इति नूतनधातुः निजन्तधातुः सनाद्यन्तः धातवः इति सूत्रेण तस्य धातुसंज्ञा भवति अतः धातोः अनन्तरम् अनियर् प्रत्ययस्य विधानम् अनियर् प्रत्ययस्य विधानं भवति चेत् इदानीं गुणः न भवति नेर्निट् इत्यनेन इकारलोपः भवति न तु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकारे लोप सूत्रमस्ति न अनन्तरं नेर नेर्निटि ऐ विल् शो देट् सूत्र नेर्निटि इति सूत्रम् नेर्निति इति सूत्रेण अनिट् आर् एतत् अधिकारः अङ्गस्य अधिकारः अस्ति अपि च आर्धधातुके इत्यस्य अधिकारः सो अनिट् आर्धधातुप्रत्ययपरे णि इत्यस्य इकारस्य लोपः यदा आर्धधातुक् अनिट् प्रत्ययः अनिट् आर्धधातुप्रत्ययः परे अस्ति तत्र निच् प्रत्ययस्य इकारस्य बेसिकलि लोपः भवति सर्वत्र भवति अतः चोरणीय एव अस्ति सूत्र निजन्त यत्र निजन्तप्रक्रिया अस्ति तत्र एतत् सूत्रस्य कार्यं बहुत्र अस्ति नेर्निटि इति सूत्रस्य अस्तु भगिनि धन्यवादः अग्रे चन्द्रमेथि भगिनि अग्रे पठति वा भगिनि सम्यगपि अभवत् यत्र यत्र कृत्प्रत्ययः अर्धधातुकः तत्र तत्र धातुगणम् आधारीकृत्य भेदः न वर्तते अतः यथा अर्धधातुकलकाराः अर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम् अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते चतुर्दशवर्गः एते अकारान्ताः यथा कथगण त्रज इत्यादयः आकारान्ताः यथा पाला वा दा धा इत्यादयः इकारान्ताः यथा जी श्री श्री श्री चि चि रि इत्यादयः ईकारान्ताः यथा नी शी धि क्रि वि इत्यादयः उकारान्ताः यथा धृ नु कु भु सु इत्यादयः ऊकारान्ताः यथा भू लु पु नु मु इत्यादयः ऋकारान्ताः यथा हृ मृ धृ मृ कृ स्मृ इत्यादयः ऋकारान्ताः ऋकारान्ताः यथा झृ छृ छृ गृ मृ इत्यादयः एजन्ताः यथा द्लै म्लै धे ध्यै फै शो शो इत्यादयः उद उदुपदाः यथा पठि चल् अधुपदाः यदा पठि चल् वद् स्थलि कक् च पच् चट् इत्यादयः इदुपदाः यदा च चित् मिद् चित् भिद् मिद् मिल् इत्यादयः उदुपथाः यथा उद् शुद् मुद् कुक् ऊख् इत्यादयः उदुपदाः यथा कृष् वृष् नृत् छृत् मृद् वृथ् इत्यादयः अवशिष्टाः ये न सन्ति येषु वर्गेषु यथा मिल् शीक् इत्यादयः अन्यञ्च आर्धधातुककृत् प्रत्ययः चेद् डागम डागमविचारः करणीयः आर्धधातुकप्रत्ययः अस्ति चेत् विडागमचिन्तनं करणीयं सार्वधातुकमस्ति चेत् गणचिन्तनं करणीयम् अनन्तरम् अपि च आर्धधातुकप्रक्रियायां तत्र चतुर्धातूनां ये द्विसहस्रधातवः सन्ति तेषां चतुर्दश तत्र एते कीदृशाः अङ्गं निमित्तस्य एव कार्यं भवति आकार अङ्गानाम् एकः विभागः इकारान्तानाम् ईकारान्तानां तत्र तादृश एव ग्रन्थे सूत्राणि सन्ति यथा दीर्घ यथा एजन्तानाम् एजन्तानां कृते तत्र आत्वं भवति अशित् प्रत्ययपरे तत्र आत्वं भवति सर्वेषां कृते बिकास् तादृशसूत्रमस्ति अतः एजन्तानाम् एकम् एव वर्गः तत्र ऐकारान्तानाम् एकारान्तानाम् ओकारान्तानाम् इति वर्गः नास्ति सो वै इस् दिस् वर्गीकरणं किमर्थम् अस्ति सूत्राधारीकृत्य एव वर्गीकरणम् अस्ति because for the agents there is only one agent ekte a o i au sarvam atra agachhi agent sarvam ekte h pratyahare tatra chatvari varnaha santi ekarah okarah aikarah aukarah बट् द वर्गीकरणं तथा नास्ति सो एजन्तानां कृते एकमेव वर्गः अत्र दत्तं सो किमर्थम् ऐकारान् सेपरेट्लि नास्ति ओकारान् सेपरेट्लि नास्ति बिकास् सूत्रं तादृशम् अस्ति एजन्तानां कृते एकमेव एकेन सूत्रेण एव कार्यं निर्दिष्टम् अस्ति अतः एजन्तानाम् एकमेव वर्गः अत्र दत्तम् आर्धधातुप्रक्रियायां सो अशित् प्रत्यये परे वयं जानीमः एजन्तानाम् आत्वं भवति सूत्रं किम् अस्ति तत् वट् वास् द सूत्र अज अशिति इति तत्र निमित् तत्र अस्ति न लक्ष्मी भगिनी स्मारयति वा सूत्रम् आदेज् उपदेशे आदेज् हा आत् एज् उपदेशे अशिति सो एज् इत्यनेन एजन्तः सो एजन्तानाम् आत्वं भवति अशित् प्रत्ययपरे यत्र अशित् प्रत्ययस्य विवक्षा अस्ति तत्र एजन्तानाम् आत्वं भवति सो एजन्तानाम् एकमेव वर्गः अत्र दत्तं सो सूत्र आधारीकृत्य एव एतत् चतुर्दश वर्गाः सन्ति बिकास् वि नो यथा अधुपदः अधुपदानां नितिनीतिप्रत्ययपरे वृद्धिकार्यं भवति अतः तादृश तत्र एतादृशः वर्गीकरणम् अस्ति सिमिलर्ली ये सर्वे आकारान्तधातुवः सन्ति तेषाम् एकमेव वर्गः स्थापितं सः धातुः कस्मिंश्चित् अपि गणे भवतु परन्तु आर्धधातुप्रक्रियाविषये तु तेषां कृते एकमेव वर्गः यथा दाधातुप्रक्रिया तथैव अन्येषां कृते सो आकारान्तविषये एकं धातुविषये जानीमः चेत् अन्येषां कृते अपि प्रायशः वयं तत्र रूपसिद्धिः कर्तुं शक्यते तथैव ये अकारान्ताः कथ गण रच तत्र अन्त्याकारः अस्ति अन्त्याकारः अस्ति चेत् तत्र यदि चुरादिगणस्य धातुः अस्ति चेत् तत्र वृद्धिकार्य एते अधुपदाः न सन्ति सुविशेषकार्यं भवति, तत्र तस्य आकारस्य लोपः भवति. सो देट् इस् वै सो सूत्राधारीकृत्य एव वर्गीकरणम् अस्ति. एतादृशविभागः अस्ति आर्धधातुप्रक्रियायां. सार्वधातुप्रक्रियायां तु स्वयं महर्षिणा एव तत्र घने स्थापिताः धातवः, परन्तु एतादृशः तु सूत्राधारीकृते एव एतादृशः वर्गीकरणम् अस्ति. अपि च यत्र अर्धधातुप्रक्रिया अस्ति तत्र वयं जानीमः इडागमस्य विचारः भवति एव, अस्माभिः करणीयमेव, विचारः करणीयः. अपि च बिकास् अनियर् प्रत्ययः कर्मणि प्रयोगे अस्ति, कर्मणि प्रयोगे कर्मपदस्य प्रथमा विभक्ति भवति. सो देट् इस् वै हियर् अत्र पश्यतु विचारः करणीयः, विचारः करणीयः. अपि च अनियर् प्रत्ययः कृदन्तप्रातिपदिकमस्ति, त्रिषु लिङ्गेषु रूपाणि भवन्ति, करणीयं करणीयः करणीया, चर्चा करणीया, चर्चाम् इति तत्र न भवति. सो कर्मपदस्य प्रथमविभक्ति भवति बिकास् अनियर् प्रत्ययः कर्मणि प्रयोगे अस्ति. अत्र लिखितं कर्मणि अर्थे अस्ति, न तु कर्तरि अर्थे. कर्मणि अस्ति चेत् तत्र कर्मपदस्य प्रथमविभक्ति भवति. अपि च इफ् वी आर् यूसिङ्ग् द पठनीय, पाठः पठनीयः, त्रिषु लिङ्गेषु रूपाणि भवन्ति. अस्तु अस्तु, इदानीं स्थगामः. कोऽपि अन्यप्रश्नः अस्ति वा? प्रश्नः नास्ति, परन्तु अहम् एका प्रार्थनां कर्तुम् इच्छामि. इति गणवर्गीकरणं कृतमस्ति किल, तर्हि तस्य प्रतिगणस्य सूत्र आधारेण सूत्रस्य पुनरुक्ति कर्तुं शक्नुमः वा अग्रिमे वर्गे? तर्हि वयं जानीमः किं सूत्रं तत्र, वयं जानीमः, परन्तु एतस्य पुनरभ्यासः भवेत् तर्हि. दृष्ट्वा वदामि भगिनि, मया तत्र द्रष्टव्यं, दृष्ट्वा वदामि. विशेषसूत्राणि सन्ति चेत् विशेष, यथा दीर्घरुकारान्तरणं कृते सूत्रमस्ति, सिमिलर्लि रुकारान्तरणं कृते अपि सूत्रम् अस्ति, यथा मया उक्तम् एजन्तानां कृते अस्माभिः दृष्टं. तादृश दृष्ट्वा वदामि भगिनि, अस्ति चेत् कुर्मः. धन्यवादः. ये सन्ति तेषां विषये ये कुर्मः, तर्हि एकवारं पुनरभ्यासः भवेत् तर्हि. सत्यं सत्यं, धन्यवादः. अस्तु भगिनि, धन्यवादः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्ति. हरिः ओम्. धन्यवादः, धन्यवादः, धन्यवादः महोदय.